ॐ शुक्लां भरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये। गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीवमुपास्महे। सरस्वती नमस्तेऽस्तु वीणापुस्तकधारिणी हंसवाहनमारूढे विद्यादानं कुरुष्व मे। ॐ श्रीगुरुभ्यो नमः हरिः ओम्। नमस्कारः महोदय। नमस्कारः, धन्यवादः भगिनि। सर्वेभ्यो नमः, सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत्र पाणिनेः सूत्राणां पठनं, तत्र अवगमनम्। अस्माकं मूलविषयः अस्ति तत्र स्वरसन्धिः, यतोहि स्वरसन्धिः इति विषयः एव, तस्मिन् विषये एव तत्र पाठः आसीत् गीताप्रवेशे। किन्तु तत्र केवलं सन्धेहे तत्र उदाहरणानि पठित्वा तत्र किञ्चित् ज्ञास्यामः तत्र नियमाः के इति, किन्तु तत्र सूत्रानुसारमपि किञ्चित् ज्ञानं भवेत् इति अस्माकम् इच्छा अस्ति। अतः तत्र वयं सर्व तत्र स्वरूपमहोदयस्य करपत्राणि पठन्तः स्मः। तर्हि तत्र करपत्रे इदानीं तत्र निमित्तम् इति अस्ति, तत्र वयं स्तोहोश्चु नाश्चुः इति ततः आरभ्य पठामः। किं किम् अत्र दत्तमस्ति इति पठामः, तदनन्तरं तत्र अहं चिन्तयामि, तदनन्तरं तत्र प्रायशः तत्र स्वरसन्धिः इति करपत्रं पठितुं शक्नुमः। तर्हि यदि सर्वेषां पार्श्वे एतदस्ति, स्तोहोश्चु नाश्चुः, तथा आरभ्य पठामः। तर्हि तत्र वेदा भगिनी आरम्भं करोति वा? आं महोदय। स्तोहोश्चुनाश्चुः सकारस्य त वर्गस्य च स्थाने षकारस्य च वर्गस्य च आदेशः भवति षकारस्य च वर्गस्य च योजनेन। तत् स्तोः षष्ट्यन्तं, चुना तृतीयान्तं, चुः प्रथमान्तं, स्तोः चुना चुः संहितायाम्। अग्रे पठामि कुत्र पठति भगिनि? स्तोः चुना चुः तत्र सकारतवर्गयोः षकार च वर्गाभ्यां तत्र अस्ति न भगिनि? न, मम पार्श्वे वेदा भगिनी भवती पाणिनीयसूत्रं कथं पठनीयम् इति करपत्रात् पठन्ती अस्ति खलु? भवान् उक्तवान् निमित्तम् इति करपत्रे। ओ, निमित्तकरपत्रं मम, किन्तु भगिनी मम मनसि सम्यक्तया तत्र स्मरणं नास्ति वयं कुत्र स्मः इति, अतः अहं दृष्टवान्। वयं पाणिनीयसूत्रं कथं पठनीयं तत्र दृष्टवन्तः इति मन्ये महोदय। समापितवन्तः इत्युक्ते समापितवन्तः वा न वा इति? न समापितवन्तः, किन्तु तत्र प्रथमविभक्ति इत्युक्ते किं कथं भवति, तृतीया कथं भवति, पञ्चमी, तत्सर्वं तत्र उक्तं। हा, पठितवन्तः अपि षड् विधानि सन्ति सूत्राणि इति तदपि पठितवन्तः खलु अथवा न? हा, इत्युक्ते षष्टिविभक्तिः स्थाने प्रथमविभक्तिः आदेशः तत्सर्वं वा? न भगिनि, तत्र अधोभागे पाणिनीसूत्रं कथं पठनीयम् इति तत्र नामकरणं, व्याख्यानस्य आकृतिः, व्याख्यानस्य आकृतिः पठितवन्तः खलु? एकक्षणं महोदय, प्रायशः तत्र उषा भगिनी उक्तवती तदेव अस्माकं निमित्तमिति, निमित्तमिति करपत्रे एव प्रायशः महोदय। पाणिनीयसूत्राणि षड्विधानि इति तत् पठितवन्तः वा? आं महोदय, तत् समापितवन्तः महोदय. आकृतिः वयं पठितं. अस्तु, तर्हि उषास्वामिना त्रिं भगिनी भवती एव तत्र निमित्तम् इति करपत्रे तत्र कुत्र अस्ति तृतीयविभक्तौ अस्ति चेत् किं भवति इति तस्य प्रायश ततः आरभ्य पठतु भगिनि. तृतीयविभक्तौ अस्ति. अस्तु महोदय, तृतीया विभक्तौ अस्ति तदा योगः इति उच्यते. योगः इत्युक्ते सम्बन्धः. सम्बन्धः इत्यनेन निमित्तं पूर्वमपि भवितुम् अर्हति, परमपि भवितुम् अर्हति. अतः सप्तमी पञ्चमी इत्यनयोः मेलनम् इति चिन्त्यताम्. नाम पूर्वकायम् अपि अर्हति, परकायमपि अर्हति. ओके, वयं ज्ञातवन्तः पञ्चमी विभक्ति अपि च सप्तमी विभक्ति पूर्वकार्यं वा परकार्यं वा इति. तृतीय सूत्रे यः पदं तृतीया विभक्तौ अस्ति चेत् तस्य योगः इति उच्यते. योगः इति सम्बन्धः इति अर्थः. सम्बन्धः इत्यनेन निमित्तं पूर्वम् अपि भवितुम् अर्हति, परम् अपि भवितुम् अर्हति इति सूचयति. नाम सम्बन्धः इत्युक्ते तत्र नियमः नास्ति, तत्र अग्रे अस्ति अथवा पृष्ठतः अस्ति पुरतः अस्ति इति कोऽपि नियमः नास्ति. केवलं तयोः मध्ये निमित्तम् अपि एतत् पदं तयोः मध्ये सम्बन्धः तावदेव. अतः सप्तमी पञ्चमी इत्यनयोः मेलनम् इति चिन्त्यताम्. वयं ज्ञातवन्तः सप्तमी विभक्ति अस्ति चेत् यत् कार्यम् उक्तं सूत्रेण तत् सप्तमी विभक्त्यां पदं पूर्वम् अस्ति, तत् कार्यं पूर्वम् अस्ति इति. पञ्चमी विभक्ति सूत्रे पञ्चमी विभक्ति पदम् अस्ति चेत् उक्तं कार्यं तत् पदस्य अनन्तरम् आयाति इति. अत्र योगः तृतीया विभक्तिपदं दृश्यते चेत् योगः इति सम्बन्धः इत्यनेन कार्यं निमित्तं कार्यस्य निमित्तं पूर्वमपि भवितुम् अर्हति, कार्यस्य निमित्तं परमपि भवितुम् अर्हति इति सूचितं तृतीया विभक्तौ पदेन. पूर्व नाम पूर्वकायमपि पूर्वकार्यमपि अर्हति. नाम यत् पदं तृतीयविभक्त्याम् अस्ति तत्र पूर्वकार्यमपि भवितुम् अर्हति, परकार्यमपि भवितुम् अर्हति. किन्तु तत्र पञ्चमी अस्ति चेत् तत्र किम् अस्ति? पञ्चमी अस्ति चेत् परकार्यम् इति अस्ति. पूर्वकार्यम् अपि. किन्तु यदि वयम् इच्छामः तत्र अस्तु अस्मिन् सन्दर्भे पूर्वकार्यं के कुत्रचित् पूर्वकार्यम् अस्ति, कुत्रचित् परकार्यम् अस्ति, अतः वयम् इच्छामः मेलनं भवेत्, तर्हि तत्र तस्य उपयोगः भवति, तृतीयविभक्तेः उपयोगः भवति. तत्र केवलं सम्बन्धः इति सूचयति, न तु कुत्र. अत्र यत् पदं तृतीया विभक्तौ तत् कार्यस्य निमित्तम् इत्युक्तौ कार्यस्य कारणं, तस्य अभावे कार्यं न भविष्यति. ओके, यत् पदं तृतीया विभक्तौ अस्ति तदेव कार्यस्य निमित्तं. तृतीयान्तपदं नास्ति चेत् कार्यमपि न भविष्यति, तस्य अभावे कार्यं न भविष्यति. यथा पूर्वकार्यं परकार्यं तदपि निमित्तम् अस्ति, नाम तत्र इको यण् अचि इति सूत्रे तत्र अचि इति पदस्य का विभक्ति? सप्तमी विभक्ति. सप्तमी विभक्ति नाम तत्र अच् इति वर्णः अग्रे भवेत्, कार्यस्य अनन्तरं भवेत्, परकार्यं, क्षम्यतां, पूर्वकार्यं भवेत्. तर्हि तत्र तस्मिन् सन्दर्भे तत्र अच् इति वर्णः नास्ति चेत् कार्यं न भवति खलु? तत्र यण्सन्धि न भवति. तर्हि कार्यं कार्यस्य निमित्तमस्ति अच् वर्णः, कारणमस्ति अच् वर्णः, कारणमस्ति यण्सन्धेः तत्र निमित्तमस्ति अच् अच् अतः कारणमस्ति. तत् तथैव अत्रापि तत्र तृतीया विभक्ति वर्णः अस्ति चेत् किमपि कार्यं भवति, तृतीयविभक्तिपदं नास्ति चेत् तत् कार्यं न भवति, तावदेव. तर्हि तत्र निमित्तम् अस्ति इति. अस्तु, समीचीनं भगिनि. अस्तु, अग्रे अन्य कोऽपि पठेत्. हा, धन्यवादः भगिनि. तर्हि तत्र इदानीं अस्माकं मनसि तत्र एतद् भवेत्, तत्र तृतीया विभक्ति मेलनमस्ति, पञ्चमी विभक्ति अपि सप्तमी विभक्ति तयोः मेलनम्. उदाहरणेन वयं पश्यामः तत्र किमर्थम् एतादृशी स्थितिः अस्ति इति. अस्तु, अहं पठामि वा महोदय? पार्श्वे अस्ति डाक्युमेण्ट्. इदानीम् अस्ति वा? पठतु. इदानीम् अस्ति. तोः चुनाश्चुः सकार तवर्गयोः षकार च वर्गाभ्यां योगे षकार च वर्गौ स्तः. इत्युक्ते योगः सम्बन्धः इत्यनेन निमित्तं षकार च वर्ग च वर्गः च पूर्वम् अपि भवितुमर्हति, परमपि भवितुम् अर्हति. स्तोः षष्ट्यन्तं, चुना तृतीयान्तं, शुः प्रथमान्तम्. इत्युक्ते तर्हि तत्र स्तोः षष्ट्यन्तम् इति तत्र षष्ट्यन्तं षष्ट्यन्तम् इत्युक्ते स्थाने, तस्य स्थाने, सकार स्थाने, तवर्गस्य स्थाने. यदि चुना इत्युक्ते पूर्वकार्यम् अपि परकार्यं भवितुम् अर्हति तत्र, परन्तु उदाहरणे शुः इत्युक्ते प्रथमान्तम् इत्युक्ते स्थाने यदस्ति तस्य स्थाने षकार अपि च वर्ग आयाति. अत्र चकार च वर्ग आयाति. समीचीनम्. इदानीं तत्र प्रथमान्तपदम् एकनिमिषं, प्रथमान्तपदम् अस्ति चेत् तत् किं सूचयति? तद् आदेशः, आगमः अपि च नाम सूचयति. नामकरणम्. उत्तमं भगिनि. हा, नामकरणं सूचयति. अत्र किमस्ति? अत्र आदेशः. अत्र आदेशः, उत्तमं. हा, यत्र षष्ट्यन्तपदम् अस्ति तत्र वयं जानीमः तत्र आदेशः भवति. उत्तमम्. अस्तु, तर्हि उदाहरणं दत्तमस्ति. अन्यत् योगः च, अन्य तकार पूर्वपदे तकार अन्तिमवर्णः तकार अस्ति, परवर्णः च अस्ति, च वर्ग शुना चुः चु चु किं किम् अस्ति चु वर्ण चु वर्गस्य प्रथमवर्ग च अस्ति. अन्य योगः त स्थाने च योगः च, तद् स्तोः शुनाशुः सूत्रेण तकारस्य स्थाने च वर्ग आयाति. अन्य त स्थाने च आयाति, अपि च परवर्णः च अस्ति. तदेव तत्र अन्यच्छ अन्यच्छ इति रूपं निष्पन्नम्. अत्र निमित्तं चकारः, परं कार्यं, तस्थाने च पूर्वम् इति. अत्र निमित्तं चकारः परमस्ति, निमित्तं चकारः परमस्ति, कार्यं तस्थाने च पूर्वं भवति इति. तत्र तस्थाने च इति सन्धिकार्यं खलु? सन्धिकार्यं कुत्र? सन्धिकार्यं कुत्र भवति? पूर्वं भवति. अस्तु, समीचीनं. हा, तत्र अस्तु, तत्र अग्रे पठामि. एकनिमिष, अत्र तर्हि तत्र निमित्तं चकारः, तत्र परकार्यमस्ति वा अथवा पूर्वकार्यम् अस्ति वा? अत्र पूर्वकार्यं, तकारस्य पूर्वमस्ति इति न नाम पूर्वकार्यम् इत्युक्ते कार्यं तस्य पूर्वम् अस्ति आम् परकार्यम् इत्युक्ते तत्र कार्यं तस्य अत्र तु कार्यं पूर्वम् अस्ति इति कृत्वा अत्र तृतीयविभक्त्यान्तपदं तत्र तत्र स्थूना इति तत्र तत्तु किं भवति पूर्वकार्यं भवति पूर्वकार्यरूपेण आगच्छति अत्र अस्तु समीचीनम् इदानीम् अग्रे तत्र अन्य कोऽपि पठे तर्हि शोभा भगिनी अग्रे आं महोदय अन्यत् अस्तु अन्यत् अत्र केवलम् अन्यत् इति पदम् अस्ति चेत् तकारः चकार च इति कार्यं भवति वा न भवति किल निमित्तस्य अभावः चकारपरिवर्तनं हा आं महोदय एकवारं पठित्वा वदामि वा न भवति किल निमित्तस्य अभावे अन्यत् यथावत् तिष्ठति इत्युक्ते तत्र अन्यत् इति पदं स्वीकृतं पूर्वस्मिन् उदाहरणे तस्मात् परं च इति आसीत् अतः तत्र सन्धिकार्यं भूत्वा तकारस्य स्थाने यत् स्थाने आसीत् चकारस्य आदेशः अभवत् यथा भवती भवत्या उक्तम् इदानीम् अत्र केवलम् अन्यत् इति पदम् अस्ति चेत् तकारस्य चकारः इति कार्यं भवति वा इति प्रश्नः न भवति यतोहि निमित्तस्य अभावे इत्युक्ते परनिमित्तम् अथवा पूर्वनिमित्तं येन कार्यम् उक्तं तादृशं निमित्तमेव नास्ति चेत् अन्यत् तत्र सन्धिकार्यं किमपि न भवति अस्मिन् उदाहरणे अन्यत् यथावत् तिष्ठति तस्य किमपि न भवति इति तत्र निमित्तम् इति वक्तुं शक्नुमः यतोहि कारणम् अस्ति तत्र कारणं निमित्तेन निमित्तेन एव परिवर्तनं किमपि सन्धिकार्यं भवति अस्तु अग्रे अग्रे यज् योगः नः इति इदानीं तत्र तेन तत्र यज् योगः नकारस्य स्थाने तवर्गीय चवर्गीय अनुनासिकव्यञ्जनः व्यञ्जनं आदेशरूपेण आगच्छति इदानीं ञयोगः अह यज्ञः इति भवति अत्र निमित्तम् इत्युक्ते कार्यस्य स्थाने ञ इति अनुनासिकवर्णः अत्र नः इति अत्र के ओ अस्तु इदानीं तावत् न न अग्रे अपि नः अत्र केवलं नः इति पदमस्ति चेत् अस्तु अस्तु एतत् अस्तु हा इदानीम् उदाहरणमस्ति यज् योगः नः इति यज् इति तत्र चवर्गीय व्यञ्जनं परवर्णं नः इति अस्ति तत्र यज् किं तत्र स्तोः स्चुनाश्चुः स्चुना इति तत्र किं शकारः वा चवर्गीयवर्णः वा भवेत् तत्तु निमित्तं चकारः अस्तु पूर्वं निमित्तं जकारः पूर्वं कार्यं न स्थाने सूत्रमिदानीं हा सत्यं जकारः इति निमित्तं भवति अपि च पूर्वमस्ति पूर्वनिमित्तं तस्मात् परं कार्यं भवति इत्युक्ते तत्र पूर्वं विपरीतरीत्या दर्शितम् इदानीं तत्र पूर्वं वा परं वा भवितुम् अर्हति इति उक्तत्वात् अयम् उदाहरणम् इदम् उदाहरणं पूर्वं निमित्तं जकारः तस्य स्थाने पर वर्णः नकारः अस्ति इत्युक्ते अनुनासिकवर्णः अतः तत्र जकार इत्युक्ते चवर्गीय अनुनासिकवर्णः आदेशरूपेण आगच्छति, अतः तत्र यज् इत्यस्य यै योगः न इति भवति. क्षम्यतां, किं वदन्ति अस्मि, यज् योगः न स्थाने अनुनासिकवर्णः अस्तु. तदनन्तरं योगः अह, क्षम्यतां महोदय एकक्षणं, अस्तु अस्तु, तत्र नः इत्यस्य, क्षम्यतां क्षम्यतां, नः इत्यस्य पृथक् कृतं. यज् यथावत् अस्ति, नकारस्य स्थाने चवर्गी अनुनासिकः, अपि च अह इति तत्परम् अस्ति. इदानीं तत्र मेलनेन यज् अपि च चकारस्य अनुनासिकवर्णः अपि च अह इति वर्णमेलनं कृतं चेत् यज्ञः इति पदं निष्पद्यते. अत्र विषयः कः इत्युक्ते, पूर्वं निमित्तं पूर्वं कार्यं परम् इति अस्ति. समीचीनं, निमित्तं पूर्वं कार्यं परम् अस्ति. तत्र सन्धिकार्यं जकारस्य अनन्तरं सन्धिकार्यं भवति खलु, तत्र जकारः तत्र पूर्वमस्ति, तदनन्तरं तस्य अनन्तरं यत्र तत्र नकारस्य स्थाने, नकारस्य स्थाने चवर्गीय अनुनासिकव्यञ्जनम् आगच्छति, तत्रैव परिवर्तनं, तत्रैव सन्धिकार्यम् अस्ति, तत्तु परमस्ति. तर्हि तत्र अन्यत् योगः च, तत्र किम् आसीत्, च वर्गः च इति निमित्तमासीत्, च तु परम् आसीत्. अत्र झ इति अस्ति, झ इति पूर्वमस्ति, निमित्तमस्ति, किन्तु पूर्वमस्ति, अतः तत्र अन्यत् योगः च, अन्यच्च इति उदाहरणे तत्र निमित्तं परमस्ति, यज् योगः नः यज्ञः अस्मिन् सन्दर्भे निमित्तं पूर्वमस्ति. अतः तत्र किं, यदि तत्र वयं तत्र पाणिनि इष्टवान् तत्र अस्तु अन्यत् योगः च इति तस्य विवरणम् एकेन सूत्रेण भवेत्, अपि यज् योगः नः इति तस्य विवरणम् अन्येन सूत्रेण भवेत् चेत् सः किं वदेत्? तर्हि तत्र सूत्रद्वयं भवेत् खलु? सत्यं, सूत्रद्वयं कथं भवति, केवलम् अभ्यासार्थं तत्र स्तोः श्चुः इति भवेत्, श्चुना इति मध्ये नास्ति चेत्, इत्युक्ते स्तोः इति स्थानी तत्र श्चुना इति तृतीयविभक्तौ उक्तम् अस्ति सूत्रे इति कृत्वा पूर्वं वा परं वा इति कार्यं भवति. तद् नास्ति चेत् स्तोः श्चौ इति दृष्टवन्तः, श्चौ इति सप्तमी भवेत्, एकस्मिन् पक्षे सप्तमी भवेत्, पूर्वकार्यं भवति, परं भवेत् चेत् स्तोः इदानीं श्चुः इत्यस्य पञ्चमी विभक्तिः भवेत्, छेः इति किं तत्र गुरुः पञ्चमी, गुरोः इति भवति, स्तोः श्चोः इति भवति, एकस्मिन् पक्षे स्तोः श्चौ, नो चेत् स्तोः श्चोः इति भवति. तर्हि तत्र गुरौ, तर्हि श्चौ, अथवा तत्र गुरोः श्चोः इति सूत्रद्वयम् अपेक्षितं भवति यदि परम् अथवा पूर्वम् एव कार्यम् इष्टं चेत्. परं तत्र परं कार्यम् इति भिन्न भिन्नरी भिन्नसन्धिः इति चिन्तनम् अपि पूर्वकार्यं तर्हि भिन्नसन्दर्भः इति चिन्तयामश्चेत् तत्र सूत्रद्वयं भवति. सः एतत् न इष्टवान्, किमर्थं तत्र निमित्तं पूर्वं भवति परं भवति चेदपि कार्यं करोति इति. अतः तत्र यण् सन्धि मध्ये तत्र इको यणचि तत्र तु सर्वदा अच् इति तत्र परं भवति, अच् वर्णः इको तत्र सर्वदा तत्र पूर्वं भवति. अत्र तु तत्र पूर्वमपि भवितुमर्हति परमपि भवितुमर्हति इति कृत्वा तत्र तृतीयविभक्तेः प्रयोगः अतः तत्र सप्तमी पञ्चमी षष्टि स्थाने इति तन्त्रं पञ्चमी सप्तमी इदानीं प्रथमा तु जानीमः नामकरणम् आदेशः आगमः इदानीं तृतीया अस्ति चेत् तत्र योगः सम्बन्धः तत्र पूर्वकार्यं निमित्तमस्ति तृतीया विभक्त्यन्तपदं निमित्तमस्ति पूर्वमपि भवितुम् अर्हति परमपि भवितुम् अर्हति कार्यस्य अस्तु अग्रिमं तत्र न इति केवलमस्ति चेत् तत्र किं भवति नः अत्र केवलं नः इति पदमस्ति चेत् नकारस्य अनुनासिक ञ इति कार्यं भवति वा न भवति किल निमित्तस्य अभावे नः यथावत् तिष्ठति इत्युक्ते तत्र निमित्तं न भवति चेत् सन्धिकार्यं न भवति एव तत्र इति एव प्रदर्शनार्थम् एतत् उदाहरणं स्वीकृतं तावदेव नाम अन्यत् योगः च तत्र कार्यं भवति केवलम् अन्यत् अस्ति चेत् कार्यं न भवति तेन वयं किम् अवगच्छामः प्रथम उदाहरणद्वयं प्रथम उदाहरणं द्वितीय उदाहरणं तेन किम् अवगच्छामः चकारः आवश्यकं नो चेत् परिवर्तनं न भवति तर्हि चकारः निमित्तम् अस्ति तृतीय अपि चतुर्थ उदाहरणेन किम् अवगच्छामः यज् योगः नः अपि चतुर्थमस्ति नः तत्र यज् तत्र जकारः निमित्तमस्ति पूर्वमस्ति तस् निमित्तम् इति न भवति चेत् तत्रापि सन्धिकार्यं न भवति तावदेव ते केवलं तस्य प्रदर्शनार्थं निमित्तं कारणमस्ति नो तद् नास्ति चेत् कार्यं न भवति इति प्रदर्शनार्थम् एतद् उदाहरणं स्थापितमस्ति तावदेव अस्तु अन्तिमवाक्यं पठतु तदनन्तरम् अग्रे सरामः भगिनि हा निमित्तं सप्तमे विभक्तौ चेत् पूर्वकार्यं निमित्तं पञ्चमे विभक्तौ चेत् परकार्यं निमित्तं तृतीयविभक्तौ चेत् कार्यं पूर्वं परं च त्रिषु अपि स्थलेषु निमित्ताभावे कार्याभावः नाम कार्यार्थं निमित्तस्य उपस्थितिः आवश्यकी इति तदेव तत्र निमित्तं सप्तमी भवति सप्तमीविभक्तौ भवति चेत् यत् वर्णः यः वर्णः सप्तमीविभक्त्याम् अस्ति तस्मात् पूर्वमेव कार्यं भवति निमित्तं पञ्चमीविभक्तौ अस्ति चेत् तर्हि तत्र पञ्चमीविभक्तौ इति परकार्यम् इति सूचयति अतः यत् निमित्तवर्णः यत्र अस्ति तस्मात् परं कार्यं भवति किन्तु तृतीयविभक्तौ अस्ति चेत् तयोः मेलनमिति वक्तुं शक्नुमः अतः पूर्वं वा परं वा कार्यं भवति त्रिषु अपि स्थलेषु निमित्ताभावे कार्याभावः किन्तु तत्र सर्वत्र सप्तमी वा भवेत् पञ्चमी वा भवेत् अथवा तृतीया वा भवेत् निमित्तं नास्ति चेत् कार्यं न भवति एव नाम कार्यार्थं निमित्तस्य उपस्थितिः आवश्यकी इति तत्र मुख्यविषयः इति दत्तम् उपस्थितिः नाम तत् भवेत् तत्र तत्र प्रक्रियायां निमित्तं भवेत् यदि सन्धिकार्यं भवनीयं चेत् नो चेत् तत्र कार्यं न भवति अस्तु समीचीनं तर्हि इदानीं तत्र स्वरसन्धिः इति तत्तद् आरम्भं कर्तुं शक्नुमः तर्हि अस्तु उत्तममस्ति अस्तु तर्हि अग्रे तत्र किम् अभवत् तत्र उमा मीनाक्षी भगिनी गतवती अस्तु हा तत्र अग्रे तर्हि तत्र निवेदिता भगिनी इदानीं एतवान् ज्वरः क्षम्यतां ज्वरः अस्ति अस्तु अस्तु अस्तु अस्तु भगिनि चिन्ता मास्तु शृणोतु अस्तु अस्तु भगिनि हा नमस्कारः नरेश महोदय अग्रे चिन्ता मास्तु भगिनि हा नरेश महोदय तर्हि किं पठामि इदानीं तत्र स्वरसन्धिः सूत्रसहिता दृष्टिः इति तदस्ति वा महोदय आं स्वरसन्धिः सूत्रसहिता आरम्भे सूत्रेषु विभक्ति अर्थः तत् हा हा इति समीचीनं महोदय हा तथैव तथा एव अस्तु. सूत्रेषु विभक्ति अर्थः षष्ठी विभक्तिः स्थाने, सप्तमी विभक्तिः पूर्वकार्यं, पञ्चमी विभक्तिः परकार्यं, प्रथमा विभक्तिः आदेशः आगमः नामकरणम्. यत्तु वयं पठितवन्तः षष्ठीविभक्तिः अस्ति चेत् तत्तु स्थानी अस्ति, तत्र कार्यं भवति. सप्तमी विभक्तिः अस्ति चेत् कार्यं पूर्वं भवति. पञ्चमी विभक्तिः अस्ति चेत् कार्यं परं भवति. प्रथमा विभक्तिः तु आदेशः अस्ति, आगमः अस्ति, अपि च नामकरणम् अर्हति. हा समीचीनं, नाम प्रथमविभक्त्यन्तपदमस्ति चेत् तत्र आदेशः भवितुम् अर्हति, आगमः भवितुम् अर्हति, अथवा नामकरणं भवितुम् अर्हति. समीचीनं. हा अस्तु, इदानीम् अग्रे तत्र सवर्ण एतावत् एतावत् वयम् एकनिमिषम् अग्रे तत्र एतावत् वयं किं कृतवन्तः, तत्र भूमिका नाम तत्र बेक्ग्रौण्ड्, हा तत्र सूत्राणां तत्र स्वरसन्धेः सूत्राणां पठनं इच्छामः. तर्हि तत्र किन्तु सूत्राणां पठनं कथं भवेत् इति एतावत् ज्ञातवन्तः. इदानीं स्वरसन्धेः सूत्राणि यानि सन्ति तेषां किञ्चित् पठनं कुर्मः इदानीम्. हा अस्तु महोदय. करपत्रं करपत्रं महोदय करपत्र हा एतत् अस्तु अस्तु तत्र द्वितीयकरपत्र अस्ति अहं चिन्तयामि. द्वे करपत्राणि सन्ति. अहं तत्र वाट्सप् मध्ये महोदय प्रेषितवान् इदानीं प्रेषितवान्. धन्यवादः. प्राप्तम् अत्र. ओके. स्वसन्धि मध्ये प्रथम बिन्दु सवर्णदीर्घसन्धिः अस्ति. तत्र स्वरसन्धेः प्रथम उदाहरणं तु सुवर्णदीर्घसन्धिः एव अस्ति खलु. अतः तत्र सुवर्णदीर्घसन्धेः सूत्राणि कानि इति पश्यामः. अस्तु महोदय, पठतु तर्हि. सूत्रः अस्ति अकः सवर्णे दीर्घः, अक् वर्णात् सवर्णे अचि परे पूर्वपरयोः स्थाने दीर्घसंज्ञकः एकादेशः स्यात्. अक् प्रत्याहारः अ इ उ रि रि. अकः पञ्चम्यन्तं, सवर्णे सप्तम्यन्तं, दीर्घः प्रथमान्तं, त्रिपदं सूत्रम्. इको यनचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः. एकः पूर्वपरयोः संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् अकः सवर्णे अचि पूर्वपरयोः एकः दीर्घः संहितायाम्. अत्र सूत्र अस्ति अकः सवर्णे दीर्घः. तस्य अर्थः अस्ति अक् वर्णात् सवर्ण अचि परे पूर्वपरयोः स्थाने दीर्घसंज्ञकः एकादेशः स्यात्. अक् यत्र अक् वर्णः अस्ति अपि च परे अच् वर्णः कोऽपि स्वरः आगच्छति तदा पूर्वपरयोः स्थाने तस्य अक् वर्णस्य दीर्घसंज्ञा आदेशः रूपेण आगच्छति. अक् प्रत्याहारः किमस्ति? अक् प्रत्याहारे अ इ उ रि रि अस्ति. अत्र अकः सवर्णे दीर्घः, तत्र अकः पञ्चम्यन्तम् अस्ति, सवर्णे सप्तम्यन्तम् अस्ति. अत्र दीर्घः तु प्रथमा अस्ति. अकः अस्ति चेत् परे कोऽपि स्वरः आगच्छति, तस्य दीर्घः भवति. अत्र महोदय महोदय एकनिमिषं, तत्र तत्र अकः पञ्चम्यन्तं खलु, अकः पञ्चम्यन्तं, तर्हि तत्र पञ्चम्यन्तं नाम कार्यं कार्यं परं भवति, कार्यम् अनन्तरम् अस्ति. समीचीनं. हा तर्हि तत्र वयं चिन्तयामः अकः परं कार्यं नाम तत्र यत्र वयं साधारणतया चिन्तयामः सन्धिः कुत्र भवति, पदद्वयं स्वीकुर्मः, प्रथमपदस्य अन्तिमवर्णः, द्वितीयपदस्य आदिमवर्णः खलु. आम् आम्. हा तत्र अकः इति तत्र परकार्यं नाम तत्र अकः इति प्रथमपदस्य अन्तिमवर्णः खलु. आम् आम्. तर्हि प्रथमपदस्य अन्तिमवर्णः स्वरः अस्ति. इदानीं तत्र सवर्णे इति सप्तम्यन्तम् अस्ति. सवर्णे इति सप्तम्यन्तं, सप्तम्यन्तं नाम परे सप्तम्यन्तं कोऽपि सवर्ण आगच्छति. हा सप्तम्यन्तम् इत्युक्ते तत्र किमस्ति, पूर्वकार्यम् कार्यं पूर्वम् अस्ति, कार्यं पूर्वम् अस्ति. हा तत्र सन्धिकार्यं पूर्वं भवति. तत्र अत्र सवर्णे इति अस्ति, सवर्णे नाम सवर्णः इति तस्य सप्तमी. तर्हि तत्र द्वितीयपदस्य प्रथम आदिमवर्णः कीदृशः भवेत्? सवर्णः भवति. हा सवर्णः भवति नाम सवर्णः इति तस्य अपि तत्र प्रायशः तत्र अवगमनं भवेत्, तत्र प्रायशः अग्रे दत्तं भवति इति मन्ये. हा सवर्णः इति तस्य हा अस्तु, अथवा न जानामि, अस्तु पश्यामः. तर्हि सवर्णः भवेत् तदा एव तत्र इदानीं तत्र किं भवति, दीर्घः इति तस्य प्रथमान्तं. दीर्घः इति प्रथमान्तं नाम आदेशः, आगमः अथवा नामकरणं भवति. अत्र किम् अस्ति, पूर्वपरयोः स्थाने दीर्घः भवति. हा तर्हि दीर्घः इति प्रथमान्तम् अस्ति, तर्हि तत्र किं सूचयति प्रथमा विभक्ति इदानीम्? आदेशः, आगमः, नामकरणं किं सूचयति? अत्र आदेशः. समीचीनं. हा इति अस्ति. समीचीनं महोदय. हा इदानीम् अग्रे इको एणचि इति. इको एणचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः. अकः सवर्णे दीर्घः सूत्रः अस्ति, तत्र अचि अनुवृत्तिरूपेण आगच्छति. अपि च एकः पूर्वपरयोः संहितायां, तत्तु पूर्णसूत्रः अस्ति, तस्य अधिकारः अस्ति. अतः अनुवृत्तिसहितसूत्रं भवति अकः सवर्णे अचि पूर्वपरयोः एकः दीर्घः संहितायाम्. हा महोदय तत्र एकवारं स्मारयतु, तत्र अनुवृत्तिः इति अपि अधिकारः, तयोः मध्ये कीदृशभेदः, कः भेदः? अनुवृत्ति तु कोऽपि सूत्रः, एतत् सूत्र सूत्रम् एतत् सूत्रं सूत्रस्य पूर्वं कोऽपि सूत्रम् अस्ति, किमपि सूत्रम् अस्ति तस्य मध्ये कोऽपि पदमस्ति, अपि च किमस्ति तत् अत्र आगच्छति, एतत् सूत्र सूत्रे आगच्छति. अत्र नाम तत्र अनुवृत्तिः नाम पूर्वस्मिन् सूत्रे पदं वा पदद्वयं वा यदि अस्मिन् सूत्रे स्थापयामः तदा तस्य आवश्यकता भवति, अपेक्षा अस्ति चेत् तदा अनुवृत्तिः इति वदामः. यथा तत्र तत्र रामः श्यामः, रामः वदति अहम् आपणं गच्छामि, श्यामः वदति अहमपि, तर्हि तत्र आपणं गच्छामि इति तस्य अपेक्षा अस्ति. तथैव तत्र अचि इति पदस्य अपि अपेक्षा अत्र अस्ति. अनुवृत्तिः भवति चेत् तत्र सम्पूर्णसूत्रं न आगच्छति खलु, केवलम् एकः पदम् पदं वा पदद्वयम् इति साधारणतया भवति. अतः तत्र अपि अनुवृत्तिः तत्र एतस्य सूत्रस्य पदानां तत्र उपस्थितिः बहुषु न भवन्ति, केवलं तत्र अन्यस्मिन् सूत्रे अथवा तत्र सूत्रद्वये भवति चेत् तत्र अनुवृत्तिः इति वदामः. तत्र अच् अचि इति पदस्य अपेक्षा प्रायशः सर्वत्र न भवति, किन्तु अत्र तु तस्य अपेक्षा अस्ति इति कृत्वा अनुवृत्तिः. इदानीं तत्र अधिकारः इत्युक्ते अधिकारः तु पूर्वं कोऽपि सूत्रम् अस्ति, किमपि सूत्रमस्ति तत् पूर्णरूपेण आगच्छति अपि केवलम् एकस्मिन् सूत्रे न, तस्य उपस्थितिः बहुषु सूत्रेषु आगच्छति. तत्र इदानीं तत्र अत्र तु संहितायाम् इति अस्ति. संहितायाम् इति तत्र सङ्ख्या तु तत्र 6171 अस्ति खलु, तर्हि तत्तु तस्य उपस्थितिः बहुषु भवति यत्र यत्र सन्धिकार्यम् अस्ति. अपि एकः पूर्वपरयोः इति तदपि बहुषु भवति इति कृत्वा अपि सम्पूर्णरीत्या आगच्छति इति कृत्वा तत्र तस्य सूत्रस्य अधिकारः इति. तर्हि तत्र इदानीम् अनुवृत्तिसहितसूत्रं नाम यत्र वयम् अनुवृत्ति यद्यदस्ति अपेक्षा का का अस्ति तस्याः तत्र समाधानं नाम तत्र अचि इति तस्य अपेक्षा आसीत्, इदानीम् अचि इति स्थापयामः, इदानीं समाधानं कृतं. तथैव अधिकारसूत्राणामपि उपस्थापनं कुर्मः. इदानीं तत्र अनुवृत्तिसहितसूत्रं कीदृशम् अस्ति इदानीम्? अकः सवर्णे अचि पूर्वपरयोः एकः दीर्घः संहितायाम् इति पूर्णम् अनुवृत्तिसहितसूत्रम्. तत्र अचि इति तस्य अनुवृत्तिः अपि एकः पूर्वपरयोः इति सूत्रस्य अधिकार, संहितायाम् इति तस्य अपि अधिकार. अपि तत्र अनुवृत्तिः अथवा तत्र अधिकारः सर्वदा अन्ते आगच्छति इति न, तत्र मध्ये अपि भवितुम् अर्हति, यतोहि तत्र दीर्घः तदनन्तरं संहितायाम् अस्ति. दीर्घः प्राक् पूर्वपरयोः एकः इति अस्ति, तर्हि तत्र अनुवृत्तिः सहितसूत्रे तत्र एकम् एव अनुवृत्तिः इति नास्ति, अनुवृत्तिद्वयं त्रयम् अपि तत्सर्वं भवितुम् अर्हति. अपि अधिकारः केवलम् एकस्य सूत्रस्य न, सूत्रद्वयस्य अत्र त्रयस्य अपि भवितुम् अर्हति. अस्तु, समीचीनं महोदय. अस्तु, इदानीम् अग्रे उषा स्वामिनाथन् भगिनी अग्रे पठति वा? आम् महोदय, तुल्यस्य प्रयत्नं महोदय. इत्येव तुल्यस्य प्रयत्नं सवर्णं तालु आदीनि स्थानानि आभ्यन्तरप्रयत्नाः आभ्यां मानाभ्यां यस्य वर्णस्य येन वर्णेन सह तौल्यं तयोः वर्णयोः सवर्णसंज्ञा स्यात्. सवर्णसंज्ञा विधायकसूत्रम् अस्य सूत्रं तुल्यस्य प्रयत्नं सवर्णं. तुल्यः नाम सदृशः. आस्यम् इति अस् योगः ण्यत् प्रत्ययः ण्यत् हृगलोर् ण्यत् अस् योगः ण्यत् आस्यम् आस्यं नाम मुखे सञ्जायते यत् तुल्यं च तुल्यश्च तुल्यौ ओके तुल्यं च तुल्यश्च तुल्यम् आस् आस्यं च प्रयत्नश्च आस्यप्रयत्नौ तुल्यौ आस्यप्रयत्नौ ययोः तुल्यास्यप्रयत्नं द्वन्द्वगर्भः बहुव्रीहिः तुल्यास्यप्रयत्नं प्रथमान्तं सवर्णं प्रथमान्तं द्विपदमितं सूत्रम् सूत्रं स्वयं सम्पूर्णं तुल्यास्यप्रयत्नं सवर्णं तुल्यास्यप्रयत्नं सवर्णं सूत्रं स्वयं सम्पूर्णं तालु अत्र किमर्थम् एतत् स्थापितं यतोहि अकः सवर्णे दीर्घः इति सूत्रे सवर्णे इति उक्तं सवर्णः सवर्णे इति अस्ति तर्हि सवर्णपदस्य कः इति तस्य अवगमनं भवेत् अतः सवर्णम् इति किम् इति प्रथम तत्र सूत्रम् एतत् सूत्रं तु पूर्वमेव अस्ति खलु यतोहि एतत् सूत्रं 119 स्थाने इति कृते तुल्य तालु आदीनि कण्ठ तालु मूर्ध दन्त इति तालु आदीनि स्थानानि आभ्यन्तरप्रयत्नाः आभ्यन्तरप्रयत्नाः इति आभ्यां मानाभ्यां यस्य वर्णस्य येन वर्णेन सह तौल्यम् आभ्यन्तरप्रयत्न इति इष्ट ईषत् स्पृष्ट ईषद् विवृत विवृत असंवृत ऐ थिङ्क् समीचीनं भगिनि तथैव तते आभ्यन्तरप्रयत्नाः मानाभ्यां नाम तत्र स्थानम् अपि प्रयत्नः द्वाभ्यां अपि तत्र यस्य वर्णस्य मानाभ्याम् अत्र वाट् डस् इट् मीन् महोदय अत्र आभ्यां मानाभ्यां यस्य वर्णस्य येन वर्णेन सह इति तौल्यम् नाम तत्र प्रथमवर्णः एकवर्णः प्रथमवर्णः अस्ति द्वितीयवर्णः अस्ति तत्र अत्र मानाभ्याम् इति विषयाभ्याम् इति चिन्तयतु नाम तत्र नाम प्रथमवर्णः वर्णस्य तत्र येन वर्णेन सह तौल्यं तत्र येन वर्णेन सह इति तत्र तृतीया सह इति अस्ति इति कृत्वा तृतीया तौल्यं नाम तुल्यं तत्र तुल्यस्य भावः तुल्यत्वं तुल्यत्वमस्ति नाम तत्र कस्मिन् विषये अथवा नाम तुल्यमस्ति प्रथमवर्णस्य अपि द्वितीयवर्णः तयोः मध्ये तौल्यमस्ति किन्तु कस्मिन् विषये तौल्यमस्ति कस्य आभ्यां मानाभ्यां स्थानम् आभ्यन्तरप्रयत्नः अपि तयोः मध्ये तयोः विषयः तत्र विषयद्वये तत्र तौल्यमस्ति प्रथमवर्णे यत् स्थानमपि प्रयत्नः अस्ति तदेव स्थानमपि प्रयत्नः द्वितीयवर्णे अपि अस्ति अतः तत्र मानाभ्यां नाम विषयाभ्याम् इति अस्तु महोदय तालु आदीनि आभ्यन्तरप्रयत्नाः तयोः येन वर्णेन सह तौल्यम् अस्तु सवर्णसंज्ञा विधायकसूत्रम् अस्य सूत्रं तुल्यः नाम सदृशः लैक् आस्यं आस्यम् इति तालुकण्ठ नाम मुखे सञ्जायते यत् मुखे सञ्जायते दट्स् द कण्ठ तालु मूर्धा दन्ता इति आस्यम् इति प्लेस् ओके तुल्यं च तुल्यश्च तुल्यौ आस्यं च प्रयत्नश्च आस्य प्रयत्न इति इदानीं तत्र किं भगिनि तत्र तुल्यास्य प्रयत्नम् इति अस्ति खलु तर्हि तत्र तुल्यस्य प्रयत्नं तत्र तुल्यं च तुल्यश्च तुल्यौ तुल्यौ आं महोदय इति द्वन्द्वसमासः द्वन्द्वसमासः खलु तुल्यं च तुल्यः तुल्यौ तत्र नाम लक्ष्मण रामलक्ष्मणौ तथैव तत्र तुल्यं तुल्यं च तुल्यश्च तुल्यौ आम् तुल्यौ इति अग्रे आस्यं च प्रयत्नश्च आस्यप्रयत्नौ तुल्यौ द्वन्द्वसमासः आं महोदय आस्यप्रयत्नौ तुल्यौ आस्यप्रयत्नौ ययोः तत् तुल्यास्य प्रयत्नं द्वन्द्वगर्भः बहुव्रीहिः तुल्यास्य प्रयत्नम् इति बहुव्रीहिसमासः द्वन्द्वगर्भबहुव्रीहि यतोहि तुल्यौ इति द्वन्द्वसमासः अपि अस्ति आस्य प्रयत्नौ इत्यपि अस्ति द्वन्द्वगर्भबहुव्रीहिः तुल्यास्य प्रयत्नमिति समीचीनं प्रयत्नः नाम यस्य ययोः तुल्यास्य प्रयत्नं सः अस्ति तत्र तुल्यास्य प्रयत्नं प्रथमान्तम् प्रयत्नं ययोः तत्र तुल्यास्य प्रयत्नं द्वन्द्वगर्भ बहुव्रीहिः तुल्यास्य प्रयत्नं प्रथमान्तं सवर्णं प्रथमान्तं द्विपदमितं सूत्रं स्वयं सम्पूर्णं तुल्यास्य प्रयत्नं सवर्णं नाम तत्र इदानीं तत्र किमस्ति नाम सूत्रं स्वयं सम्पूर्णं नाम अनुवृत्तिसहितं एतदेव सूत्रमस्ति एतदेव सूत्रमस्ति आम् अनुवृत्ति अपि नास्ति बट् सत्यं सत्यम् अनुवृत्तिः नास्ति अधिकारः नास्ति स्वयं सम्पूर्णं नाम यदि अनुवृत्तिसहितसूत्रं किम् इति वदामः एतदेव सूत्रं पुनः वदामः तथा एव तत्र सम्पूर्णं हा इदानीं तत्र यत् भवती उक्तं तदेव अग्रिमे परिच्छेदे दत्तमस्ति किन्तु भवती सम्यक्तया उक्तवती किन्तु अग्रिमे परिच्छेदे यदस्ति तदपि पठामः तर्हि तर्हि तत्र आं महोदय वर्णद्वयं यदा मुखस्य समाने स्थाने समानेन आभ्यन्तरप्रयत्नेन च उच्चार्यते तदा तस्य वर्णद्वयस्य सवर्णसंज्ञा भवति कस्यचित् वर्णस्य उच्चारणार्थं मुखे किञ्चन स्थानं भवति मुखस्य अन्तः कश्चन प्रयत्नः भवति आभ्यन्तरप्रयत्नः इति अपि च मुखात् बहिः कश्चन प्रयत्नः भवति बाह्यप्रयत्नः इति स्थानानि इत्युक्ते कण्ठः तालु मूर्धा दन्ताः ओष्ठौ इत्यादिकम् आभ्यन्तरप्रयत्नाः इत्युक्ते स्पृष्टः ईषत् स्पृष्टः ईषद्विवृतः ईषद्विवृतः ईषद्विवृतः विवृतः संवृतः च इति बाह्यप्रयत्नाः इत्युक्ते विवारः संवारः श्वासः नादः घोषः अघोषः अल्पप्राणः महाप्राणः उदात्तः अनुदात्तः स्वरितः च इति ध्येयं यत् सावर्णार्थं केवलं मुखस्य अन्तः यत् स्थानम् अपि च यः आभ्यन्तरप्रयत्नः सः एते एव द्वे तत्त्वे अपेक्ष्येते बाह्यप्रयत्नः अस्मिन् विषये अन्तर्भूतः अनेन अपि च सर्वे अष्टादश अकाराः इत्येषां सावर्ण्यं भवति येषां वर्णानां स्थानं कण्ठः आभ्यन्तरप्रयत्नः विवृतश्च mm. सो मुखात् बहिः मुखात् वर्णद्वयं यदा मुखस्य समाने स्थाने समानेन आभ्यन्तरप्रयत्नेन च उच्चार्यते तदा तस्य वर्णद्वयस्य सवर्णसंज्ञा भवति. सवर्ण इत्युक्ते अ अ इति सवर्ण उ उ इति ए रु रु इति इति अस्ति. सवर्ण नाम किम् इति तस्य विवरणं विवरणं दत्तमस्ति. वयं चिन्तयामः तत्र अ इति सवर्णं, किन्तु तत्र नियमरूपेण वक्तव्यं चेत् तत्र किं कः नियमः? वर्णद्वयम् अस्ति, तत्र कस्मिन् विषये तत्र सामान्यं भवेत्? मुखस्य समाने स्थाने तस्य उच्चारणं भवेत्, स्थानं भवति. हा उच्च तत्र मुखस्य समानभागे उच्चारणं भवेत् अपि मुखस्य अन्तः कश्चन प्रयत्नः अपि भवति. हा तस्मिन् प्रयत्ने अपि सामान्यं भवेत्, नाम सदैव तदेव प्रयत्नं द्वयोः वर्णयोः सन्दर्भे अपि एतदेव प्रयत्नं भवेत् खलु? आं महोदय. हा तर्हि मुखस्य स्थाने इति तत्रापि सामान्यम्, आभ्यन्तरप्रयत्न तस्मिन् विषये अपि सामान्यं. हा नाम तत्र विषयद्वये सामान्यं भवेत्, स्थाने अपि प्रयत्ने समाने स्थाने मुखस्य स्थाने सामान्यम्, आभ्यन्तरप्रयत्ने अपि सामान्यं भवति चेत् एव वयं वदामः सवर्णः सवर्णः इति. केवलम् अ इति सवर्णः इति तत्तु लौकिकरूपेण सूत्र, किन्तु तत्र नियमरूपेण वक्तुम् इच्छामश्चेत् तत्र समानस्थाने अपि आभ्यन्तरप्रयत्नेन इति. अस्तु इदानीम् अग्रे. अपि च मुखात् बहिः कश्चन प्रयत्नः भवति तद् किं भगिनि एकनिमिष, साक्षात् तत्र यत् वाक्यमस्ति तत् पठित्वा विवृणोतु. अस्तु. कस्यचित् वर्णस्य उच्चारणार्थं मुखे किञ्चन स्थानं भवति. वर्णस्य उच्चारणार्थं मुखे किञ्चन स्थानं भवति. मुखस्य अन्तः किमपि प्रयत्नं भवति, तत् प्रयत्नं किम् इत्युक्ते आभ्यन्तरप्रयत्नः. मुखस्य अन्ते यः भवति वर्णस्य उच्चारणार्थं, तदस्ति आभ्यन्तरप्रयत्नः इति. मुखात् बहिः कश्चन प्रयत्नः भवति, तदस्ति बाह्यप्रयत्नः इति. स्थानानि तत्र अतः उच्चारणार्थं तत्र अंशत्रयमस्ति. तत्र स्थानम् उच्चारणस्थानं किमस्ति, उच्चारणार्थम् अन्ते तत्र मुखस्य अन्ते यः प्रयत्नः भवति सः आभ्यन्तरप्रयत्नः, बहिः यः प्रयत्नः भवति सः अस्ति बाह्यप्रयत्नः. तर्हि अंशत्रयम् अस्ति उच्चारणसमये खलु? आं महोदय. स्थानानि किम् इत्युक्ते कण्ठः, तालु, मूर्धा, दन्ताः, ओष्ठ. ये सर्वाणि तत्र पञ्चस्थानानि सन्ति खलु? स्थानानि तालु, मूर्धा, दन्त, ओष्ठः. आभ्यन्तरप्रयत्नाः इत्युक्ते स्थानानि इत्युक्ते कण्ठः, तालु, मूर्ध, दन्त. मुखस्य अन्ते भवति न महोदय ये स्थानानि? बाह्यप्रयत्नः भगिनि तत्र तत्र प्रथमतया स्थानं, तदनन्तरं तत्र कीदृशप्रयत्नः, अन्ते अपि एकः प्रयत्नः, बहिः अपि एकः प्रयत्नः तर्हि प्रथमतया स्थानं पञ्चस्थाने सन्ति कण्ठः ताडु मूर्ध दन्त ओष्ठ इदानीम् आभ्यन्तरप्रयत्नः कीदृशः तत्र इत्युक्ते पृष्ठः ईषत् पृष्ठः ईषत् विवृतः विवृतः संवृतः च इति तर्हि पञ्चविध आभ्यन्तरप्रयत्नाः अपि सन्ति आभ्यन्तरप्रयत्नाः पञ्चविधाः सन्ति तर्हि तत्र स्थानम् अपि आभ्यन्तरप्रयत्नः के इति उक्तम् इदानीं तत्र स्पृष्टः ईषत् स्पृष्टः इत्यादिकं तत्र किं किम् अस्ति इति तत्र प्रायशः तत्र अन्यत्र द्रष्टव्यम् अस्ति प्रायशः स्वरूपमहोदयस्य जालपुटे तस्य विवरणं दत्तं न वा इति न जानामि किन्तु अहं तत्र प्रायशः अन्यत्र पठितुं शक्नुमः इदानीं तत्र पञ्चविध अस्ति इति एव पर्याप्तं भवेत् अस्तु महोदय बाह्यप्रयत्नाः इत्युक्ते विवारः संवारः श्वासः नादः घोषः अघोषः अल्पप्राणः महाप्राणः उदात्तः अनुदात्तः स्वरितः च इति तर्हि बाह्यप्रयत्नाः अपि बहुविधाः सन्ति विवारः इति महोदय एतत् सर्वं तत्र अन्यत्र द्रष्टव्यमस्ति भगिनि अतः तत्र इदानीं तत्र विदः कीदृशः इति इदानीं विषयः नास्ति केवलं तत्र बहुविधाः सन्ति बाह्यप्रयत्नः तर्हि तत्र उच्चारणार्थं तत्र अंशत्रयं तत्र वयं द्रष्टव्यं भवति नाम स्थानं किमस्ति प्रयत्नः अन्ते कीदृशप्रयत्नः बहिः कीदृशप्रयत्नः इति तर्हि तत्र अंशत्रयमस्ति इदानीं सवर्ण इति कदा वदामः वर्णद्वयं मुखस्य समाने स्थाने समानेन अग्रिमवाक्यं पठतु ध्येयं यत् सावर्णार्थं केवलं मुखस्य सावर्ण्यार्थं क्षम्यतां महोदय केवलं मुखस्य अन्तः यत् स्थानम् अपि च यः आभ्यन्तरप्रयत्नः सः एते एव द्वे तत्त्वे अपेक्ष्येते नाम केवलं मुखस्य अन्तः यत् स्थानम् एकं स्थानम् अस्ति अपि च आभ्यन्तरप्रयत्नः तर्हि वर्णद्वयम् अस्ति अहं वर्णद्वयं ददामि इदानीं भवती किं करोति अहं पृच्छामि सवर्णः अस्ति न वा इति पृच्छामि तर्हि भवती किं करोति उच्चारणं कृत्वा अस्तु उच्चारणं कृत्वा किं किं कस्य परिशीलनं करोति भवती मुखस्य अन्तः भवति वा इति एकं मुखस्य अन्तः न तत्र वर्णद्वयम् अस्ति तर्हि वर्णद्वयोः उच्चारणस्थानं समानम् अस्ति न वा इति परिशीलनं करणीयं खलु आं महोदय तदनन्तरं किम् अन्यस्य कस्य परिशीलनं तदपि समानम् अस्ति न वा इति परिशीलनं करणीयं खलु केवलम् आभ्यन्तरप्रयत्नः अपि स्थानं तयोः तेन पर्याप्तं वा अथवा तत्र बाह्यप्रयत्नः अपि सामान्य तत् समानमस्ति इति तस्य अपि परिशीलनं करणीयं वा किं तदपि करणीयं महोदय किन्तु वाक्यं यत् न न न बहिः न केवलम् आभ्यन्तरप्रयत्नः सवर्ण अस्ति चेत् आभ्यन्तरप्रयत्नः एव सवर्णः अस्ति चेत् इति न सवर्णः कदा भवति इत्युक्ते यदा स्थानं समानमस्ति आभ्यन्तरप्रयत्नः समानमस्ति तदा एव सवर्णः भवति इदानीम् अग्रे बाह्यप्रयत्न बाह्यप्रयत्नः अस्मिन् विषये न एव अन्तर्भूतः सो बाह्यप्रयत्न न चिन्तितम् नाम अस्मिन् विषये न अन्तर्भूतः नाम सवर्णः इति वर्णद्वयम् अस्ति सवर्ण अस्ति न वा इति वक्तुम् इच्छामः तदा कस्य कस्य परिशीलनं कुर्मः अपि कस्य परिशीलनं न कुर्मः बाह्यप्रयत्नस्य प्रयत्नं तत्र न भवति केवलम् आभ्यन्तरप्रयत्नः स्थानम् इति तस्य परिशीलनं भवति समीचीनं भगिनि अतः ततः एव तत्र बाह्यप्रयत्नः अस्मिन् विषये नैव अन्तर्भूतः न एव अन्तर्भूतः नाम तत्र तस्य आवश्यकता एव नास्ति बाह्यप्रयत्नस्य सदृशं सादृश्यं सामान्यं न अपेक्षितम् अत्र अनेन अनेन अपि च सर्वे अष्टादश अकाराः अष्टादश उदात्तः अनुदात्तः एतत् सर्वमस्ति खलु तत् तर्हि सर्वं मिलित्वा अष्टादश अकाराः सन्ति केवलं वयम् अ इति चिन्तयामः सवर्ण इति खलु किन्तु अष्टादश अकाराः सन्ति ते सर्वे सवर्णाः सावर्ण्यं भवति सवर्णवर्णाः भवन्ति अतः महोदय फर् आल् 18 अकार ते सर्वे सवर्णाः अतः यतोहि तत्र किं भवति तत्र वयं तत्र किं किं सामान्यमस्ति स्थानं तेषां स्थानं सर्वदा कण्ठः अस्ति अकारस्य उच्चारणं सर्वदा कण्ठे भवति अकारः वा आकारः वा प्लुतः वा एतत् सर्वं स्थानं तु समानं कण्ठः एव सर्वदा अपि प्रयत्नः समानमस्ति विवृतः इति किमपि कोऽपि प्रयत्नः अस्ति तस्मिन् तत्रापि सामान्यं तौल्यम् अस्ति इति कृत्वा सवर्णः इति वदामः तर्हि तत्र सवर्णं तुल्यास्य प्रयत्नं सवर्णम् इति तस्य विवरणम् इदानीं प्राप्तवन्तः खलु आं महोदय तुल्यास्य प्रयत्नं सवर्णं सवर्णं नाम यत्र वर्णस्य उच्चारणस्थानम् अपि च आभ्यन्तरप्रयत्नः तयोः विषये सामान्यं तदा सवर्णः इति वदामः अपि तर्हि तत्र आकः सवर्णे दीर्घः इति युक्ते तत्र सवर्णः इति अस्ति नाम यदि प्रथमवर्णः अपि द्वितीयवर्णः तत्र सन्धिकार्यं कर्तुम् इच्छामः प्रथमवर्णः अन्तिमवर्णः द्वितीयपदस्य प्रथमवर्णः द्वितीयपदस्य प्रथमवर्णः अपि वर्णद्वयं तयोः मध्ये तुल्यं तौल्यम् अस्ति नाम तत्र स्थानं समानमस्ति अपि आभ्यन्तरप्रयत्नः समानमस्ति चेत् तदा तयोः स्थाने दीर्घ सवर्णदीर्घ तदेव सः एव वर्णः यः अस्ति तस्य दीर्घरूपस्वरः स्थापयामः तत्र आदेशरूपेण आगच्छति इति अस्ति अतः तत्र एतावत् तत्र वयं किं प्राप्तवन्तः अकः सवर्णे दीर्घः इति तस्य सूत्रस्य अर्थः कः इति अस्ति तर्हि तत्र वेदा भगिनी किञ्चित् भवती तत्र स्वशब्दैः एकवारं वदतु भगिनी तुल्यास्य प्रयत्नं सवर्णम् इति आरभ्य यत् पठितवन्तः अत्र किमुक्तं तुल्यास्य प्रयत्नं सवर्णम् इति सूत्रेण तत्र किम् अस्ति ते तत्र तत् सूत्रं वदति कोऽपि द्वे टु वर्ड्स् न किं वदामि पूर्वपदे पूर्वपदे अन्ते यद् वर्णः तत्र यत्र इदानीं सन्धि इति कार्यमेव नास्ति तत्र नास्ति ओके सन्धिकार्यमेव तत्र केवलं तुल्यास्य प्रयत्नं सवर्णं तुल्यास्य प्रयत्नं सवर्णम् इत्युक्ते किम् इति तत्र तत्र वदति यत्र वर्णद्वयं यदा मुखस्य समाने स्थाने अस्ति इत्युक्ते यदि कण्ठ अस्ति चेत् वर्णद्वयमपि कण्ठस्थानं कण्ठमेव भवति अपि च अन्य कोऽपि स्थानमस्ति चेत् तालु अस्ति चेत् द्वयवर्णस्य अपि तालु तालु एव स्थानं भवति अपि च आभ्यन्तरप्रयत्नाः अपि समानं भवति यत्र इत्युक्ते स्पृष्टः वा इति एकवर्णः स्पृष्टः अस्ति चेत् अन्यत् वर्ण अपि स्पृष्ट एव भवतु इति स्पृष्टः ईषद्वृत्तः विवृतः इति विवृतः इति स्वर स्वरविषये ऐ थिङ्क् विवृत इति वक्तम् उक्तं विवृतः इत्युक्ते स्वर स्वरस्य विषये अस्ति सो विवृतः एकवर्णः विवृतः अस्ति अन्यत् वर्णः अपि विवृत एव भवति तद् तद् काले कण्ठस्थान किं वदामि मुखस्थानं समानम् भवतु अपि च आभ्यन्तरप्रयत्नः अपि समानं भवति चेत् तत्र सावर्ण्यम् इति उक्तम् इति समीचीनं भगिनि अस्तु उत्तमं तर्हि तत्र स्थानमपि तत्र आभ्यन्तरप्रयत्नः न तु बाह्यप्रयत्नः इति अपि एतत् सवर्णः इति तत्र सवर्णदीर्घसन्धिः इति यत् कार्यमस्ति तस्मिन् सवर्णः सवर्णे इति अस्ति तर्हि सवर्णः सवर्णे इति नाम किम् इति सवर्ण इत्युक्ते किम् इति एतत् सूत्रम् उक्तं तर्हि तत्र सन्धिकार्यं कीदृशं भवति यत्र वर्ण इदानीं तत्र पदद्वयमस्ति प्रथमपदस्य अन्तिमवर्णः द्वितीयपदस्य आदिमवर्णः स्वीकुर्मः तर्हि यदि वर्णद्वयं सवर्णमस्ति चेत् तदा किं कुर्मः दीर्घः भवति पूर्वपर्योगो एकः दीर्घः भवति सः एव तत्र समानवर्णः खलु सवर्णदीर्घः भवति सवर्णस्य दीर्घरूपेण आगच्छति आदेशः भवति इति अस्ति समीचीनम् अस्तु समीचीनम् इदानीं तत्र अतः तत्र सवर्णदीर्घसन्धेः तत्र लघुसूत्रम् अकः सवर्णे दीर्घः इति अपि अनुवृत्तिसहितसूत्रमस्ति अकः सवर्णे अचि पूर्वपरयोः एकः दीर्घः संहितायाम् अतः तर्हि तत्र अभिनन्दनानि नाम तत्र वयं सरलमेव अस्ति किन्तु सन्धिः किन्तु तस्य सूत्रसहितविवरणम् इदानीं ज्ञातवन्तः खलु आं महोदय सवर्णदीर्घसन्धेः सूत्रसहितविवरणम् अस्ति आकः सवर्णे अस्ति पूर्वपरयोः एकः दीर्घः संहितायाम् इति तस्य विवरणमपि प्राप्तवन्तः अस्तु समीचीनम् इदानीं तत्र द्वितीयविधसन्धिः गुणसन्धिः अस्ति गुणसन्धिः तत् पठामः तर्हि धन्यवादः भगिनि अग्रे तत्र भगिनि अग्रे आं महोदय गुणसन्धिः अदेङ् गुणः इति सूत्रं ह्रस्व अकारः एकारः ओकारः इत्युक्ते एङ् प्रत्यहारस्थवर्णाः येषां वर्णानां गुणसंज्ञा स्यात् अत् एङ् च गुणसंज्ञः स्यात् इति अत् च एङ् च अदेङ् अदेङ् प्रथमान्तं गुणः प्रथमान्तं द्विपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं अत् एङ् गुणः इति तत्र गुणसन्धेः प्रथमं सूत्रम् अस्ति अदेङ् गुणः इति इत्युक्ते तत्र अदेङ् गुणः इति केवलं नामकरणमस्ति संज्ञासूत्रमस्ति ह्रस्व अकारः एकारः ओकारः इत्युक्ते एते वर्णाः एङ् इति प्रत्याहारे सन्ति. एतेषां वर्णानां गुणसंज्ञा इति संज्ञा नामकरणं भवति. अपि च अत् एञ्च गुणसंज्ञः स्यात्. हा, तत्र एङ् इति तत्र प्रत्याहारे तत्र केवलम् एकारः ओकारः खलु भगिनि? स एङ् इति प्रत्याहारे आं महोदय, तत्र अत् इति अत् इत्यस्य केवलं तपकरणं कृतम् इति कृत्वा ह्रस्व आकारः एव. अपि च एकारः ओकारः एकार ओकारौ तु एङ् इति प्रत्याहारे स्तः, तयोः मिलित्वा अत् एङ् इति ह्रस्व आकारः, अपि च एकारः ओकारः. तत्र तर्हि तत्र अतः तत्र अत् च एङ् च इति अदेङ् इति भवति. अदेङ् इति प्रथमान्तं, तत्र गुणः इति अपि प्रथमान्तं, द्वयोः अपि प्रथमा विभक्तिः. अपि च द्विपदमिदं सूत्रं, सूत्रं स्वयं सम्पूर्णम् इत्युक्ते तत्रापि कोऽपि अनुवृत्तिः नास्ति, अधिकारः किमपि नास्ति. यत् उक्तं तावदेव. अत् अपि एङ् इति वर्णाः गुणसंज्ञकाः इति ज्ञायन्ते इति अर्थः भवति तत्र महोदय. तेषां नामकरणम् अस्ति, एतेषां वर्णानां गुणवर्णाः इति नामकरणम् अस्ति इति. तदनन्तरं तत्र अपि तत्र अत् इति तत्र एङ् इति प्रत्यय तत्र ए तत्र ए ओ खलु तत्र प्रत्याहारः अस्ति तत्र माहेश्वरसूत्रे. तत्र सम्पूर्ण ए ओ इति प्रत्याहारे अस्ति, सत्यं. हा, ए ओ इति तत्र तृतीयमाहेश्वरसूत्रं तृतीय, तत्र ऐ उण् ऋलक् तदनन्तरम् ए ओङ् इति आगच्छति. तदेव तृतीयप्रत्याहारः. तस्मिन् केवलं वर्णद्वयम् ए ओ इति एव. तदनन्तरम् ऐ औच् इति भवति, तत्र ऐ अपि औ कारौ भवतः. तत्र अच् इति वर्णानां समाप्तिः भवति. प्रथमप्रत्याहारे अस्माकं ह्रस्वाकारः अस्ति, ऐ उण् इति इत्युक्ते अकारः अस्ति, किन्तु अस्मिन् सूत्रे अत् इति ह्रस्वाकारः सूचितं तपरकरणेन. हा, तत्र नाम इदानीं तत्र प्रत्याहारे यदि तत्र यदि सूत्रे प्रत्याहारस्य उपयोगः भवति, नाम तत्र एको तत्र इको यणचि इक् इति प्रत्याहारे इक् इति प्रत्याहारः अस्ति खलु, तर्हि तत्र इक् इति प्रत्याहारस्य उपयोगः तत्र सूत्रे भवति चेत् तत्र किं भवति, इक् इति तस्मिन् प्रत्याहारे इकारः अस्ति खलु. किन्तु प्रत्याहारस्य उपयोगः कुर्मः तदा किं भवति, इकारस्य ह्रस्व इकारः वा दीर्घ इकारः वा सर्वे अन्तर्भूताः भवन्ति, अन्तर्भूताः तत्र अष्टादश इकाराः भवितुम् अर्हन्ति, भवितुम् अर्हति यदि प्रत्याहारस्य उपयोगं कुर्मः चेत्. आम्, हा, किन्तु अत्र किं कृतमस्ति, ओकारः औकारः ते तु तत्र किं तत्र तेषां तत्र दीर्घत्वं किमपि नास्ति, किन्तु अकारस्य प्रत्याहाररूपेण न स्वीकृतं, न स्वीकृतम्, अत् इति उपयोगेन स्वीकृतमस्ति, अतः तत्र केवलं ह्रस्व अकारः भवेत् इति खलु. आम् महोदय, तत्र एङ् इति प्रत्याहारं स्वीकृतम्. अपि च पूर्वम् इकः इति दृष्टवन्तः, तत्र इक् इति प्रत्याहारं स्वीकृतं, किन्तु अस्मिन् सूत्रे अत् इत्यनेन केवलं ह्रस्वकारः इति तत्र लिमिटिङ्ग्. एषः भेदः ज्ञातव्यः, नाम प्रत्याहारेण सूचितवर्णाः तत्र स्वराः तत्र दीर्घः वा ह्रस्वः वा भवितुम् अर्हन्ति, किन्तु अत्र प्रत्याहारः नास्ति, अत् इति एव अस्ति, अतः केवलं ह्रस्व अकारः इत्येव स्वीकरणीयम्. अस्तु, समीचीनं. तर्हि अत् एङ् गुणः अदिङ् गुणः इति भवति. समीचीनं. हा अस्तु, अग्रे अग्रे अपि किञ्चित् पठतु भगिनि. इदानीं क्षम्यतां क्षम्यताम् अत्र समयः अस्तु अस्तु, तर्हि समीचीनं. तर्हि अधिङ् गुणः इदानीं तत्र गुणसन्देहे विवरणं कुर्वन्तः स्मः. तदनन्तरं तत्र आद्गुणः पुरन्द्रपरः. अस्तु, तावदेव अपेक्षितमस्ति गुणसन्देहे विवरणार्थम्. अस्तु अस्तु, तर्हि धन्यवादः भगिनि. अस्तु, तर्हि तत्र नरेश महोदय अन्ते तत्र शान्तिमन्त्रं वदति वा महोदय. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ओम्. श्रीगुरुभ्यो नमः. हरिः ओम्. धन्यवादः.